नमस्कारः. अद्यतनकरपत्रं शत्रन्तानां सुबन्तनिर्माणम् इति अनुवर्तते गतसप्ताहात्. तर्हि लक्ष्मीभगिनी वदति किं भगिनी, अस्माकं सूत्राणि कानि चिन्तनार्थं प्रमुखतया पुल्लिङ्गस्य कृते चिन्तनार्थं सूत्राणि कानि इत्युक्ते कस्य विभक्तिरूपस्य किं चिन्तनं भवति इति भवेत् इति एकवारं सारांशरूपेण वदति किम्? अत्र पुंलिङ्गे ऊगीदचां सर्वनामस्थाने धातोः इति सूत्रं कार्यं करोति. तेन नवसुगणेषु नुमागमः भवति, किन्तु जुहोत्यादिगणे नुमागमः न भवति. तत्र सूत्रमस्ति नाभ्यस्थाच्छतुः इति सूत्रेण. अत्र जुहोत्यादिगणे अभ्यस्तसंज्ञका अभ्यासकार्यमस्ति इति कृत्वा अनेन सूत्रेण तस्मिन् गणे नुमागमः शत्रन्तरूपेषु न भवति. तदनन्तरम् अत्र सर्वनामस्थानसंज्ञा इत्युक्ते का इति ज्ञातव्यम्. अत्र सुडनपुंसकस्य इति सूत्रेण अत्र सुट् प्रत्याहारे तत्र पञ्चप्रत्ययाः सन्ति. सु इत्यस्मात् आरभ्य द्वितीयाविभक्ति द्विवचनपर्यन्तम् एतेषां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति पुंलिङ्गे, अपि च स्त्री पुंलिङ्गे भवति, किन्तु नपुंसकलिङ्गे पञ्चसु स्थलेषु न भवति. केवलं प्रथमाविभक्तिबहुवचनं द्वितीयाविभक्तिबहुवचनं द्वयोः स्थलयोः एव सर्वनामस्थानसंज्ञा प्राप्नोति. अनन्तरं नपुंसकलिङ्गे अत्र कानिचन सूत्राणि सन्ति. अत्र नपुंसकस्य झलचः इति सूत्रेण बहुवचने नवसुगणेषु नुमागमः नित्यं भवति. अत्र जुहोत्यादिगणे वयं पूर्वमेव पठितवन्तः, अहं पूर्वमेव उक्तवती नाभ्यस्ताच्छतुः इत्यनेन जुहोत्यादिगणे अभ्यासकार्यमस्ति इति कृत्वा नुमागमः न भवति. किन्तु अत्र नपुंसकलिङ्गरूपेषु वानपुंसकस्य इति सूत्रेण जुहोत्यादिगणे विकल्पेन बहुवचने नुमागमः भवति इति तत्र विशिष्टसूत्रमस्ति वानपुंसकस्य. अनन्तरं स्त्रीलिङ्गे तत्र उगितश्च इति सूत्रेण नीप्रत्ययः विधीयते. अनन्तरं शप् शनोर्नित्यम् इति सूत्रेण स्त्रीलिङ्गरूपेषु भुवादिगणे दिवादिगणे चुरादिगणे नुमागमः नित्यं भवति. आच्छी नद्योर्णुम् इति अन्यत् विशिष्टसूत्रमस्ति, तेन तुदादिगणे नुमागमः विकल्पेन भवति स्त्रीलिङ्गरूपेषु. अपि च अत्र अङ्गमदन्तमस्ति वा अनदन्तमस्ति वा इत्यपि द्रष्टव्यम्. चुक्तत्र स्त्रीलिङ्गे अपरेषु गणेषु अवर्णस्य अभावात् नुमागमः न भवति. इत्युक्ते अनदन्तमङ्गमस्ति इति कृत्वा नुमागमः न भवति अपरेषु गणेषु. केवलं चतुर्षु गणेषु एव नुमागमः भवति. तुदादिगणे विशिष्टतया विकल्पेन भवति. अस्तु अस्तु, धन्यवादः भगिनि. अग्रे पश्यामः. तर्हि कः पुष्पा भगिनी पठति किं भगिनि तत्र पुल्लिङ्गे शत्रन्तानां सुबन्तनिर्माणम् इति? अस्तु भगिनि, पुल्लिङ्गे अस्तु उगितश्च तत्र सुबन्तानां शब्दानां निष्पादनार्थं सर्वत्र तु सु औ जस् इत्यादीनां सुप्रत्ययानां संयोजनम्. अत्र शत्रन्तप्रसङ्गे यथा तकारान्तशब्दानां प्रक्रिया भवति तत्र साम्यम् अस्ति, किन्तु कश्चन अतिमहत्पूर्णभेदः शत्रान्तप्रसङ्गे विभक्तिक्रमे प्रथमपञ्चसुरूपेषु द्वितीयविभक्तेः द्विवचनान्तरूपपर्यन्तं नवसु गणेषु नुमागमो भवति. अनेन कारणेन शत्रान्तप्रातिपदिकं सकारान्तशब्दः इति तु न वदामः. शत्रान्तशब्दः इत्येव वदामः. प्रातिपदिकम् इति न प्राणिनेः यथा कार्याणि भवन्ति तद् अनुसृत्य नामकरणं भवति. उदाहरणेन यदा नाभ्यस्ताञ्छतु न अभ्यासात् शतु इव विशिष्टसूत्राणि सन्ति, तदा ज्ञेयं यत् शत्रान्तानां पृथक्तया श्रेणी भवेत्. ज्ञेयं यत् शत्रान्तानां पृथक्तया श्रेणी भवेत्. शास्त्रीयकार्य अनुसारं श्रेण्यं भवति. कार्यं पृथक् चेत् श्रेणी पृथक् इति बोध्यम्. अस्तु, अत्र सुबन्तानशब्दानां प्रकृतिभावम् अत्र सर्वत्र सु ओर्जस् इत्यादि सुप्रत्ययानां संयोजनम् अस्ति. अत्र तकारान्तशब्दानां अस्ति चेत् अस्ति किम् इत्युक्ते अत्र सामान्यतया गच्छत् इति प्रातिपदिकं यत् निर्मामः तत्तु तकारान्तः अस्ति. तर्हि सामान्यतया अस्माकं चिन्तनं किं भवति यथा अन्ये तकारान्तशब्दः भवन्ति, उदाहरणार्थं नपुंसकलिङ्गे पश्यामः चेत् जगत् इति अस्ति, तर्हि तथा एव स्यात् तकारान्तशब्दवत् पुल्लिङ्गे स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे इति सामान्यचिन्तनं भवति, तादृशचिन्तनं. किन्तु तथा नास्ति. किमर्थम् इत्युक्ते प्रथमपञ्च विभक्तिषु किम् अस्ति, नुमागमः गणम् अनुसृत्य अनन्तरं विशिष्टकार्याणि सन्ति, नुमागमः भवति विशिष्टसूत्राणानुसृत्य इति कृत्वा तादृशशत्रन्तानां कृते पृथक्तया अस्माकं चिन्तनं श्रेणीकरणम् इत्युक्ते तादृशचिन्तनं सोपानेन चिन्तनीयं भवति इति उक्तमस्ति. अत्र सोपानेन चिन्तनम् इति श्रेणीकरणम् इत्युक्ते सोपानेन चिन्तनम् इति. अस्तु, किञ्चित् भिन्ना अस्ति इति. प्रथमपञ्चविभक्ति किम् इत्युक्ते द्वितीया विभक्ति प्रथमाविभक्ति त्रीणि रूपाणि, अनन्तरं द्वितीया विभक्ति प्रथमद्वयम् एतस्य रूपं तस्य द्विवचनपर्यन्तं विभेदः वर्तते इति. धन्यवादः भगिनि. अग्रे क्षम्यताम्, अग्रे सरला भगिनी कार्याणि अस्ति इति मन्ये. लक्ष्मी भगिनी पठति किं भगिनि? आं भगिनि, सर्वनामस्थानसंज्ञा षोडनपुंसकस्य अत्र प्रथमाध्यायस्य प्रथमपादस्य त्रिचत्वारिंशत् तमं सूत्रमस्ति. सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न. सुट् प्रत्याहारे सु औजस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः, न नपुंसकम् अनपुंसकं नैतत्पुरुषसमासः तस्य अनपुंसकस्य सुट् प्रथमान्तम् अनपुंसकस्य षष्ट्यन्तं द्विपदमिदं सूत्रं षि सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य अत्र अत्र सुट् इति एकः प्रत्याहारः अस्ति तस्मिन् प्रत्याहारे सु औ जस् अम् औट् इति पञ्चप्रत्ययाः अन्तर्भूताः सन्ति सुडनपुंसकस्य इति सूत्रेण एतत् सूत्रं संज्ञासूत्रमस्ति अनेन सूत्रेण सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति पुंलिङ्गे एव न तु नपुंसकलिङ्गे अत्र सुट् अत्र अस्मिन् सूत्रे पदद्वयमस्ति सुट् अपि च अनपुंसकस्य सुट् प्रथमान्तं रूपम् अनपुंसकस्य षष्ठ्यन्तं रूपम् अत्र सर्वनामस्थानम् इति पदस्य अनुवृत्तिः अत्र अनुवृत्तिसहितसूत्रे अस्ति इत्युक्ते अत्र अनेन अस्य पदस्य योजनेन इतोपि स्पष्टता भवति इति मन्तव्यं सर्वनामस्थानम् सत्यं सत्यं केवलं नामकरणम् अस्ति अनपुंसकस्य नपुंसकलिङ्गे नास्ति इति सूचनार्थम् अनपुंसकस्य इति उक्तमस्ति अनन्तरं सुट् सर्वनामस्थानम् इत्यनेन सु औजस् अम् औट् इत्येषां पञ्चप्रत्ययानां सर्वनामस्थानम् इति संज्ञा प्रथमाविभक्त्याम् अस्ति इति कृत्वा वयं तु जानीमः केवलं नामकरणमस्ति अत्र तावदेव खलु इत्युक्ते अत्र सुट् इत्युक्ते प्रथमप्रत्ययस्य आदिमवर्णः अपि च अन्तिम पञ्चमप्रत्ययस्य अन्तिमवर्णः योजयित्वा तथा एव अस्माकं प्रत्याहारः भवति खलु तथा अस्ति अत्रापि तिङ् अपि तथा एव वदामः खलु तिङ् सुप् इति सर्वत्र तथा एव नामकरणं भवति अस्तु भगिनि धन्यवादः अग्रे अपि पठतु भगिनि अत्र उगिदचां सर्वनामस्थाने धातोः अत्र सप्तमाध्यायस्य प्रथमपादस्य सप्ततितमं सूत्रमस्ति सूत्रं किं वदति इत्युक्ते सर्वनामस्थानसंज्ञकप्रत्यये परे धातुभिन्न उगितः नुमागमो भवेत् भवति यस्मात् अञ्चुधातोः नकारलोपः जातः तस्य अच् धातोः अपि नुमागमः भवति उक् उक् इति येषां ते उगितः अत्र बहुव्रीहिसमासः येषां ते उगितश्च अच् च तेषाम् इतरेतरद्वन्द्वः तेन उगितचः इति पदमायाति तेषाम् उगितचां षष्ट्यन्तं बहुवचनं रूपं न धातुः अधातुः नैतत्पुरुषसमासः तस्य अधातोः उगिदचां षष्ट्यन्तं सर्वनामस्थाने सप्तम्यन्तम् अधातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् इति तु नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगिदचाम् अङ्गानां नुम् इत्युक्ते अत्र अस्मि इदानीम् अस्तु भगिनि धन्यवादः अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् नुम् अस्ति नुम् इत्युक्ते नुम् आगमः भवति प्रथमान्तरूपमस्ति इति कृत्वा नुम् आगमः अपि च उगिदचाम् अङ्गानां तयोर्मध्ये विशेषणविशेषभावः अस्ति अङ्गम् उगित् भवेत् तेन उगिदचाम् अङ्गं कीदृशम् इत्युक्ते उगितः उगित् अङ्गं भवेत् इति अस्ति अपि च सूत्रे अधातोः इति पदं दत्तमस्ति अधातोः षष्ट्यन्तं रूपम् इत्युक्ते धातुभिन्न उगित् प्रत्यये परे एव नुमागमः भवति अपि च सर्वनामस्थानसंज्ञकः प्रत्ययः परः भवेत् इति. किन्तु अञ्चु धातोः विषये किञ्चित् वदतु भगिनि. किं भगिनि? अत्र द्वितीयं वाक्यम् अञ्चु धातोः नकारलोपः, तस्मिन् विषये न अवगतम्. अञ्चु धातोः नकारलोपः जातः तस्य अच् धातोः अपि नुमागमो भवति इति. उगित् अच्छाम् अस्ति खलु, तर्हि अञ्चु धातुः इति अस्ति खलु, तस्य तु एवं मन्ये. निमिषं पश्यामि केन कारणेन नकारलोपः तत् द्रष्टव्यं भगिनि. पूर्वं मया न कृतम् आसीत्, दृष्ट्वा वदामि भगिनि. अहम् एकवारम् अग्रे सरेम. अत्र अहं चिन्तयामि उगितः इति अत्र अस्मिन् सूत्रे उगितः षष्ट्यन्तं रूपम्, उगितः प्रथमान्तं रूपमपि उगितः एव भवति बहुव्रीहिसमासं कृत्वा. उगितश्च इत्यस्मिन् पदद्वयमस्ति, उगितः च अच् पदद्वयं, न धातुः अधातुः नैकपुरुषः. अस्तु भगिनि. अत्र किमित्युक्ते उगित् कीदृश अङ्गानाम् नुमागमः इति उक्तमस्ति, तस्य विशेषणरूपेण आयाति उगितचाम् इति. तस्यापि तथा एव विशेषणरूपेण अधातोः इति अस्ति. अत्र अधातोः इति कीदृशम् एकवचने अस्ति खलु प्रायः, तर्हि विभक्ति परिणामं कृत्वा धातूनां गीतचाम् अङ्गानाम् इति भवेत् खलु, तथा अस्ति. कदाचित् यत्र अनुवृत्तिः आयाति तत्र विभक्तिः वा वचनस्य वा किं परिवर्तनं भवति. अत्र सर्वनामस्थाने इति लिखितमस्ति, इत्युक्ते अत्र सर्वनामस्थाने इति विषयसप्तमी भवति वा नो चेत् इति मन्ये. किमर्थं संज्ञक अत्र तु सर्वनामसंज्ञकप्रत्यये परे इति उक्तमस्ति खलु, तर्हि विषयसप्तमी नास्ति, प्रायः निमित्तसप्तमी एव इति मन्ये. सुट् इत्येषां प्रत्ययानां सर्वनामस्थानम् इति संज्ञा प्राप्तं खलु. सर्वनामस्थानप्रत्ययः इति किमपि न आवश्यकं, प्रायः तस्य सर्वनामस्थानम् इति एव संज्ञा अस्ति. तर्हि सर्वनामस्थाने परे तेषां नुमागमः भवति इति, अङ्गानां नुमागमः भवति इति. धन्यवादः. धन्यवादः. अस्तु, सरला भगिनी पठति भगिनि. अस्तु, अनेन नवसु गणेषु सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु परेषु पुल्लिङ्गे नुमागमः भवति. भ्वादौ भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ. द्वादौ दीव्यन् दीव्यन्तौ दीव्यन्तः दीव्यन्तं दीव्यन्तौ. तुदादौ तुदन् तुदन्तौ तुदन्तः तुदन्तं तुदन्तौ. चुरादौ चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तं चोरयन्तौ. अदादौ सन् सन्तौ सन्तः सन्तं सन्तौ. स्वादौ चिन्वन् चिन्वन्तौ चिन्वन्तः चिन्वन्तं चिन्वन्तौ. रुधादौ रुन्धन् रुन्धन्तौ रुन्धन्तः रुन्धन्तं रुन्धन्तौ. तनादौ कुर्वन् कुर्वन्तौ कुर्वन्तः कुर्वन्तं कुर्वन्तौ. क्रियादौ क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणन्तं क्रीणन्तौ. इदानीं भवादौ नवसु गणेषु सर्वनामस्थानसंज्ञकेषु यत्र प्रथम पञ्च सुप्रत्ययाः सन्ति तेषां पुल्लिङ्गे सर्वनामस्थानसंज्ञा अस्ति, अतः तत्र नुमागमः भवति जुहातिगणे विहाय. नुमागमः भवति उगितचां सर्वनामस्थाने धातु अनेन सूत्रेण, मृदिचान्त्योन्तरपर इति सूत्रेण, अन्तिम च वर्णस्य तदनन्तरं नकार आगच्छति तत्र. सो अत्र भुवादौ यथा अस्ति भवन् भवन्तौ भवन्त भवन्तं. भुवादौ भू धातु यदि वयं स्वीकुर्मः सो तत्र लट् विवक्षा मा तत्र तत् स्थाने शत्रशानचौ अप्रथमा समानादिकने इति सूत्रेण शत्रप्रत्यय आगच्छति. छत्रप्रत्यय तिंशित् सार्वधातुकम् अनेन सार्वधातुकम् अस्ति अपि सार्वधातुकम् अपित् अस्ति तत् किटिङ् इति परे तत्र भू तस्य कोऽपि गुणनिषेधः भवति सो शत्रुप्रत्यय सार्वधातुक अनेन कारणेन कर्तृशब्दस्य कार्यं भवति तो शप् आगच्छति सो सो भूयोग शप् योग शत्रु इदानीम् अनुबन्धलोपान्तरं शप् तस्य शकार लशुकतद्धते इति अनेन पकारस्य हलन्त्यमनेन तस्य लोपः भवति शत्रु तस्य अपि शकारस्य लशुकतद्धते अनेन ऋकारस्य उपदेशे अधुनासिक अनेन तस्य लोपः भवति सो इदानीम् अङ्गं भवति भूयोग अयोग अत् इति इदानीं सार्वधातुक आर्धधातुके गुण आगच्छति कारणस्य शप् इति बकारविहितः अस्ति भू भो भवति भो योग अयोग अत् इदानीम् एचो यवायाव इति सूत्रेण भव योग अत् भवति अतो गुणे अनेन पूर्वपरयोस्थाने परकार तिष्ठति भवत् इति प्रातिपदिकं निष्पन्नं भवति तदनन्तरं यदि सुप्रत्यय योजयामः अत्र त्रय त्रीणि सूत्राणि आगत्य उद्गत तस्य कार्यं भवितुं शक्नोति एकमस्ति उगिताचां सर्वनामस्थाने अनन्तरं हल्याङ्गोगीगात् सुतिशप्त हल् तृतीयमस्ति संयोगासन्तलोप अस्ति यदि बलाबलस्य चिन्तनं कुर्मः तत्र उगितचां सर्वनामस्थाने इति तस्य संख्या अस्ति सप्तम अध्यायस्य प्रथमपादे सप्ततिसूत्रं सप्ताध्यायी भवति किन्तु संयोगात् तस्य लोप इति त्रिप्रादिसूत्रम् अस्ति अष्टाध्यायस्य द्वितीयपादे त्रिविंशतिसूत्रम् अतः संयोगात् तस्य लोप तस्य कार्यं पूर्वं न भवति प्रथमं उगिताचां सर्वनामस्थाने उगिताचां सर्वनामस्थाने हल्याङ्गो दीर्घा सुप्रतिस्य प्रकृत हल् अनेन द्वे मध्ये किं कार्यं पूर्व प्रथमं भवति तत्र भवति विप्रतिषेधे प्रत्ययः कारणति हल्याङ्गोबुद्धिघाटति परसूत्रम् अस्ति उगितचां पूर्वसूत्रम् अस्ति अतः तस् हल्याङ्गोबुद्धिघात तस्य अस्ति षष्ठम् अध्यायस्य प्रथम अध्याये उगितचां सर्वनामस्थाने तस्य संख्या अस्ति सप्तम अध्यायस्य प्रथम अध्याये सप्तति सो इदानीम् उगिताचां सर्वनामस्थाने नुम् आगच्छति तत्र मिदिचवन्त्यापर भवत् तत्र वकारस्य उत्तरय कार अस्ति तस्य अनन्तरं नुमागमः भवति सो भवन्त इति भवति सु इति सुप्रत्यय तस्य उकारस्य उपदेशे जनुनासिक अनेन लोपः भवति सो स भवति इदानीं सकारस्य अपृत्त काल इति सूत्रेण अपृत्तसंज्ञा भवति हल्याङ्गोगीघात सुपिस्य प्रत्य हल् कारणकि सकार हलन्त् अस्ति तस्य लोप भवति सुपि सिङन्तं पदानामिति पदं संज्ञा आगच्छति अत्र भवन्त इदानीं संयोगातस्य लोप तस्य कार्यं भवति कारणकि पदान्ते संयोगः अस्ति तस्य अन्तिमवर्णस्य लोपः भवति सो तकारस्य लोपः भवति भवन् इति तिष्ठति सो भवन् भवति इदानीम् धन्यवादः भगिनि नमस्ते महोदय स्वागतं महोदय वयं किं कुर्मः इत्युक्ते शीघ्रम् एकवारं रूपाणि उक्त्वा यत् दत्तमस्ति तत् पठित्वा अग्रे गच्छामः, तदनन्तरम् आगत्य स्वयं रूपं निर्मामः यदा प्रतिसप्ताहे अभ्यासं कृतवन्तः तदा कुर्मः. केवलं पठ केवलं पठतु भगिनि भुवादौ. ओके, भुवादौ भवन्तौ भवन्त भवन्तं भवन्तौ तत्र यत्र ओकार अम् ओ अस्ति ओट् अस्ति तत्र केवलं वर्णमेलनम् अस्ति, कार्यं पुनः भवति यत्र भवन्त अस्ति तत्र धातु सु औजस् प्रत्ययः अस्ति, जकारस्य लोपः भवति अस्तिष्ठति चकारस्य लोपः न भवति. अधुना केवलं केवलं पठतु भगिनि, केवलं पूर्णतया पठतु, अनन्तरं पश्यामः. किमर्थम् इत्युक्ते करपत्रमपि समापनीयं खलु, तद् समाप्य यावत्पर्यन्तं भगिनी प्राप्त समापितवती तावत्पर्यन्तं समाप्य वयम् आरम्भतः एकवारं एकैकं रूपं स्वीकृत्य रूपं स्थापयामः. तदेव पुनः कुर्मः, वयं करपत्रं समाप्य कुर्मः, तर्हि एकवारं पठित्वा गच्छामः इति. पठतु भगिनि, पूरयति किं नो चेत् मणिमहोदय पूरयति किम् अत्र द्वादौ नवसु गणेषु सर्वनाम स्थानसंज्ञकेषु प्रत्ययेषु परेषु पुल्लिङ्गिनमागमः भवति इति अस्ति खलु. द्वादौ द्वादौ वदन्ति द्वादौ अत्र वा? आम् आं महोदय, सरला भगिनी भवत्याः ध्वनिः न श्रूयते, भङ्गं भवति. सर्वं प्रथमम् अहं पठितवती सर्वाणि रूपाणि सर्वे. तर्हि महोदय उदाहरणम् इति आरभ्य पठति किं महोदय? अग्रे अग्रे अग्रे उदाहरणम् इति अस्ति खलु, एकनिमिषं महोदय, अग्रे उदाहरणम् इत्युक्तमस्ति खलु, गम् धातोः सप्तषु विभक्तिषु इति अस्ति खलु, ततः आरभ्य पठामः. तस्मात् पूर्वं लक्ष्मी भगिनी पृष्टवती खलु अत्र अञ्च धातोः किं कः कार्यं किम् इति पृष्टवती खलु, तस्मिन् विषये एव अहम् अन्विष्टवती, अधुना एव अन्विष्टवती. भगिनी किम् उक्तमस्ति इत्युक्ते अञ्च धातोः उदाहरणं स्वीकुर्मः चेत् धातुं पश्यामः चेत् एतत्तु किमस्ति अनिदित् अस्ति खलु, इदित् नास्ति इति कृत्वा तस्य नुम् यत् उपादायाः यत् किमस्ति नकारः अस्ति खलु मध्ये नकारः, तस्य तु लोपः भवति अनिदितां हलोपादायानिति इति सूत्रेण. अष्टाध्याय डाट् काम् पश्यति चेत् तत्र सूत्रं दत्तमस्ति. अनिदितां हल् सामान्यतया यत्र धातुः अनिदित् अस्ति चेत् तस्य तु नकारस्य उपादायं नकारः अस्ति, तस्य लोपः भवति. अत्र किं भवति इत्युक्ते तत्र लोपं भूत्वा यद्यपि लोपः जातः तथापि तस्य पुनः नुमागमः भवति अनेन सूत्रेण इति स्पष्टीकर्तुमेव अत्र किम् अचाम् इति उक्तमस्ति इति महोदयस्य वाक्यम् अत्र अस्ति. यस्मात् अञ्चुधातोः नकारलोपः जातः, नकारलोपः केन सूत्रेण इति पृच्छामः चेत् अनिदितां हलोपादायानिति सूत्रेण नकारलोपः जातः. तस्य तादृश यस्य नकारलोपः जातः चेत् अपि तस्य पुनः नुमागमः भवति अनेन सूत्रेण इति सूत्रे उल्लिखितम् इति मन्ये. अत्रापि पुनः आगच्छति अत्र द्वादिगणे अपि. अत्र आम् पुनः आगच्छति तथा एव अत्र, यद्यपि अत्र तु अञ्चुधातु भुवादिगणीयधातुः अस्ति, अञ्चु गतौ इति धातुः अस्ति, भुवादिगणीय अस्ति, नवसु गणेषु आगच्छति गणेश अस्ति. किन्तु किं स्मर्तव्यम् इत्युक्ते यद्यपि आदौ यत् मूले यत् नकारः अस्ति तत्तु जातः, तथापि पुनः नुमागमः विधीयते अत्र सुप्रत्ययस्य धातोः तु धातुप्रक्रियायाम् आदौ प्रथमसोपाने शत्रन्तप्रातिपदिके प्रथमसोपाने एव अञ्चुधातोः नुमागमः गच्छति खलु, नकारः गच्छति, तदनन्तरं यदा वयं सुप्रत्ययं योजयामः तस्मिन् समये सर्वनामस्थानेषु नुमागमः विधीयते, अन्यत्र न भवति इति. मूलौ एव यत् नकारः अस्ति तदेव तिष्ठति चेत् सर्वत्र भवति खलु नकारः, तथा नास्ति. तत् सः नकारः तु मूले यत् नकारः आसीत् तत्तु गच्छति अपगच्छति, अनन्तरं नूतनतया सर्वनामस्थाने एव केवलं पञ्चसु स्थानेषु नकारः आयाति उद्गितचंसरणस्थाने इति सूत्रेण. पठतु महोदय उदाहरणं. उदाहरणं गम् दातो अत्र महोदय उदाहरणं गम् दातोः सप्त गम् धातोः सप्तसु विभक्तिषु त्रिषु वचनेषु सत्रन्तस्य सुबन्तनिर्माणं यदा प्रातिपदिकं सिद्धं तदा कार्यं सर्वेषां गणानां कृते समानं. नवसु गणेषु नुमागमः सर्वनामस्थानसमैकेषु प्रत्ययेषु ज्योत्यादिगणे नुमागमः न भवति अभ्यस्तत्वात्. अनन्तरं सुप्रत्ययस्य संयोजनम् अयं सुप्रत्ययः अजादिः चेत् केवलं वर्णमेलनं सत्रन्तप्रातिपदिकं हलन्त्यं तकारन्तम् अधः सुप्रत्ययस्य हलादिः चेत् अल्सन्धिः करणीयः यदा प्रसक्तिः. नवसु गणेषु कृत्प्रत्ययः रूपं समानमेव, कुत्रचित् अकारन्तधातवः अस्ति चेत् अत्र वर्णमेलनम् अनन्तरं हल् धातु हलन्तम् अस्ति चेत् अत्र हल् सन्धि कार्यं करोति. जुहाद्यादिगणे नुमागमः न भवति अभ्यस्तसमीकत्वात्. तदेव अत्र दत्तम् इति अहं चिन्ता महोदय. किमपि अग्रे पठतु महोदय. सौजसम् औट् स्वरूप महोदयेन सह अहं कुत्रचित् अहं तत्र चाट् मध्ये वाट्सप् मध्ये मम किञ्चित् महोदय सन्देशं प्रेषितवान्, किञ्चित् चर्चा जायमानः अस्ति इति जायमाना अस्ति इति कृत्वा मम अवधानं सम्यक्तया नास्ति. क्षम्यतां महोदय, अग्रे कति कृपया पठतु. सौ जसम् औट् षष्टाभ्यां बिश् ङेभ्यां ब्यस् ङसिभ्यां ब्यस् सोसो भ्यां मसोसुप् स्वौ जसमौट् षष्टाभ्यां बिस् ङेभ्यां ब्यस् नसिभ्यां ब्यस् मसोसोम् मसोस् सुप्. अत्र एकविंशति धातुरूप सुबन्ध प्रत्ययः भवति. सु औ जस् अम् औट् सस् ता भ्यां ब्युस् ङेभ्यां ब्यस् नसिभ्यां ब्यस् नस् ओस् आम् नि ओस् सुप् इति. अत्र सर्वनामस्थानसमीक सु औ जस् अम् औट् इति पञ्च प्रत्ययोः सर्वनामस्थानं भवति. अत्रैव अनुमागमः पुल्लिङ्गे च श्रीलिङ्गे च, परन्तु नमस्लिङ्गे जससोसि इति सूत्रेण प्रथम बहुवचने अत्र प्रथम प्रथमद्वितीयविभक्त्योः बहुवचने एव भवति. बहुवचने द्वितीयपि बहुवचने एव समागमः भवति इति. धन्यवादः महोदय. लक्ष्मी भगिनी अग्रे पुनः पठति भगिनि. आं भगिनि गच्छत् प्रथमतया पठामि, तदनन्तरं तस्य चिन्तनं कुर्मः. गच्छति योगः सु उपदेशजिनु नास्ति इत् तस्य लोपः, इत्याभ्याम् ऊ लोपः, गच्छति योगः सकारः, उगिदचां सर्वनामस्थाने धातोः इत्यनेन नुमागमः, मिदचोन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे गच्छन्त् योगः सकारः, हल्याभ्यो दीर्घात् सुतस्य प्रोक्तं हल् इति सूत्रेण इत्यनेन अप्रोक्तसंज्ञकः सकारलोपः, गच्छन्त् संयोगान्तस्य लोपः इत्यनेन संयोगान्तपदस्य अन्तिमवर्णस्य लोपः भूत्वा गच्छन् इत्युक्ते अत्र गम् धातोः शत्रन्तरूपं पुंलिङ्गे प्रथमाविभक्ते एकवचनं कथं साधनीयम् इति अत्र विवरणमस्ति. गच्छत् गम् धातोतः गच्छत् इति प्रातिपदिकम् आयाति. तत्र भिन्नानि सूत्राणि कार्याणि कुर्वन्ति. तेन अत्र गच्छत् इति प्रातिपदिकम् आयाति. तदनन्तरं सु इति प्रथमपुरुष क्षम्यतां प्रथमाविभक्ते एकवचनं प्रत्ययं योजयामः. तत्र सु इति अस्मात् उपदेशे जनुनासिक इत् इति सूत्रेण तत्र अनुनासिक उकारस्य लोपः भवति. अत्र तस्य लोपः इति विधिसूत्रमस्ति. तेन एताभ्यां सूत्राभ्यां तत्र अनुनासिक उकारस्य लोपः भूत्वा गच्छति योगः सकारः आयाति. अधुना हुगिजचां सर्वनामस्थानस्थाने धातोः इति सूत्रेण अत्र सः सुप्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति इति कृत्वा तादृशप्रत्ययः परः अस्ति इति कृत्वा अत्र नुमागमः भवति. अपि च सः नुमागमः मेदजोन्त्यात् परः इति परिभाषासूत्रेण अन्त्यात् अच्वर्णात् परे आयाति. इत्युक्ते अत्र गच्छ इत्यस्य अनन्तरं तत्र छकारोत्तरवर्ति अकारः अस्ति. सः तस्य अकारस्य अनन्तरं नकारः आयाति. तेन गच्छन्त् इति रूपं गच्छन्ति योगः सकारः. अधुना अत्र सकारः अपृक्त एकाल् प्रत्ययः इत्यनेन अपृक्त एकाल् प्रत्ययः इति तत्र संज्ञासूत्रमस्ति. अनेन सूत्रेण सकारः अपृक्तसंज्ञकप्रत्ययः भवति. अपि च हल्न्याभ्यो दीर्घात् सुतिस्यप्रोक्तं हल् इति सूत्रेण अत्र सकारः हल् हल् वर्णः अस्ति इति कृत्वा तादृश हल् वर्णस्य लोपः भवति. सकारस्य लोपः भूत्वा गच्छन्त् इति एव तिष्ठति तत्र. तदनन्तरं संयोगान्तस्य लोपः अन्यत् सूत्रम् इत्यनेन संयोगान्तपदस्य अन्तिमवर्णस्य लोपः. इत्युक्ते अत्र अन्तिमतकारस्य लोपः भवति इति लिखितं. तेन अत्र प्रथमाविभक्ति एकवचनं शत्रन्तरूपं पुंलिङ्गे गच्छन् इति आयाति. अत्र संयोगान्तस्य लोपः तर्हि नवसु प्रत्ययेषु अपि गच्छन् भवन् लिखन् इति आगच्छति. तुदन् चोरयन् सन् इति आगच्छति. सर्वत्र समान प्रक्रिया अस्ति. किं भगिनि? अत्र संयोगान्तस्य लोपः इत्यस्मिन् विषये किञ्चित् वदति वा? स्वयं पठतु भगिनि. अत्र संयोगान्तस्य लोपः यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. अस्तु, संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुव्रीहिः समासः तस्य संयोगान्तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं. द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः. इत्युक्ते अत्र गच्छन्ति इति संयोगान्त यत्किमपि पदं स्यात् यत्किमपि पदं स्यात् अन्तिमे अन्तिम अन्तिम यत्र यदि यत्र संयोगः अस्ति वर्ण फल्वर्णानां संयोगः अस्ति पदान्ते तर्हि अन्तिम वर्णस्य लोपः भवति. अवगतं. सामान्यतया लङ्लकारे अस्य कार्यम् अधिकतया भवति. लङ्लकारे पुनः एकाल् एकाल् इति प्रत्ययः आगच्छति खलु. तत् पुनः अपृक्त एकाल् प्रत्ययः इति कृत्वा हल्न्याभ्यो दीर्घसुतिस्य अपृक्तं हल् इति तस्य लोपः भवति. अनन्तरं धातोः यदि उपधायां यदि हल् वर्णः नुमागमः किमपि आगच्छति चेत् अन्तिम स्वरस्य अन्तिमवर्णस्य हल् वर्णस्य लोपः भवति. इतोपि बहूनि उदाहरणानि सन्ति भगिनि. वयं यत्र वयं यत्र वयं हल्सन्धिकार्याणि पश्यामः तस्मिन् समये पुनः एतानि सर्वाणि आगच्छन्ति. बहूनि उदाहरणानि पश्यामः वयम् अत्र. तदेव संयोजनमस्ति यत्र सत्यं भगिनी महोदयेन उक्तं सत्यम्. अत्र यद्यपि पृथक्तया दत्तम् अस्ति तथापि तत्र इन् इत्यति अस्ति खलु, नकारः तकारः, तत्र तु मध्ये स्वरः नास्ति इति कृत्वा संयोगः अस्ति इति वदामः. अलोन्तराः संयोगः इति एकं सूत्रमस्ति. संयोगः इत्युक्ते अल्वर्णानां यत्र किमस्ति अलोन् किमस्ति वर्णद्वयं हलोन्तराः संयोगः. हल्वर्णानां यत्र मेलनं भवति अत्र किमपि स्वरः तेषाम् व्यवधानं न ददाति चेत् न करोति चेत् ते तस्य तु संज्ञा भवति संयोगः इति वदामः. हलोन्तराः संयोगः आं सदे अल्वर्णानाम् इत्युक्ते स्वरः अपि भवति खलु, हल् इति वक्तव्यम् अहं. हलोन्तराः संयोगः इति. धन्यवादः. धन्यवादः. अग्रे पुष्पा भगिनी पठति किं भगिनि. अप्रत्यय एकाल् प्रत्ययः इति अस्ति. अनन्तरं हल्याभ्युदीर्घ परिचितसूत्राणि स्तः सन्ति खलु, तर्हि प्रायः एकवारं प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितसूत्रमपि पठित्वा गच्छामः. भगिनि मम चक्षुः बहु सम्यक् कष्टम् अद्य किम् अस्तु भगिनि, तदर्थमेव किञ्चित् कष्टम् अनुभूतवती इति मया चिन्तितं. पूर्वमपि यदा भगिनी पठितवती तदर्थमेव सहायं कृतवती. अश्रूणि आयाति किं भवत्याः चक्षुः? मया बहु दृष्टम् अस्ति चेत् बहु कम्प्यूटर् दृष्टम् अस्ति चेत् केवलं शृणोति न न भवत्याः तु तथा नास्ति. युवतिः अस्ति अस्माकं कृते, यावत् कार्याणि यावन्ति कार्याणि करोति खलु. अस्तु भगिनि, धन्यवादः. सरला भगिनी अग्रे पठतु. अपृक्त एकालप्रत्ययः प्रथमदशे द्वितीयपादे एकचतुर्विंशतिसूत्रं. यस्य प्रत्ययस्य एकैव अल् तस्य अपृक्तसंज्ञा भवति. एकश् चासौ अल् एकाल् कर्मधारय. अपृक्तप्रथमान्तम् एकालप्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदं सूत्रं. सूत्रं स्वयं सम्पूर्णम् एकाल प्रत्ययः अपृक्तः. यस्य प्रत्ययस्य केवलम् एक अचुवर्ण अस्ति तत् भवति एकाल् इति. एक अल् प्रत्ययः अस्ति तत् भवति एकाल् प्रत्ययः, तस्य संज्ञा न अचुवर्ण. एकेव अल् प्रत्ययः अस्ति, कोऽपि प्रत्ययः किन्तु केवलम् एक अल् प्रत्ययः अल् वर्णः अस्ति, तस्य संज्ञा अस्ति अपृक्तसंज्ञा इति एतत् सूत्रं वदति. अग्रिमसूत्रमपि भगिनि. हल्याङ्गाभ्यो दीर्घा श्रुतिस्य प्रक्तं हल्. षष्ठम् अभ्यासे प्रथमपादे सप्तषष्टिसूत्रं. हलन्तात् दीर्घ अङ्यतात् दीर्घाबन्तात् च श्रुतिसि इत्येषाम् अपृक्तसंज्ञस्य हललोप. अनेन प्रथमाविभक्तौ सु इत्यस्य सकारलोपः, लङि प्रथमपुरुषे सकारलोप, मध्यमपुरुषे सकारलोपश्च. हल् च नि च आप् च तेषाम् इतरेतरद्वन्द्व हल्याङ्ग्या तेभ्य हल्याङ्ग्याभ्य. सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्व सुतिसि सुतिसन्नः अपृक्तम् सुतिस्य सुतस्य पृक्तं. हल्याङ्ग्याभ्या पञ्चन्तं दीर्घात् पञ्चां पञ्चम्यन्तं सुतस्य पृक्तं प्रथमा अन्तं हल् प्रथमा अन्तम् अनेकपदमिदं सूत्रं. लोपो व्योर्वलि इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अतः कर्मणि प्रयोगे लुप्यते इति रूपविकारः। अनुवृत्तिसहितसूत्रं दीर्घात् हल्याङ्याभ्यो सुतिसि अपृक्त हल् लुप्यते। एतत् सूत्रमध्ये हलन्तात् यस्त अन्ते हल् वर्णः अस्ति, दीर्घाङ्गात्तात् यस्त दीर्घ ङी प्रत्ययः अस्ति, यथा नदी प्रत्यय नदी इति अस्ति शब्दं, सो दीर्घाङ्गात् दीर्घ आप् अन्तात् यस्य अन्ते आकारान्तपदम् अस्ति, यथा लता शब्दः अस्ति, सो यस्य अन्ते आप् प्रत्ययः आप् अस्ति वा दीर्घ नी प्रत्ययः अस्ति या हल् अस्ति, तेषां सुतिसि इति अति अपृथक्संज्ञा भवति। सु यथा वयं दृष्टवन्तः इदानीं प्रथमाविभक्त्यां सुप्रत्ययस्य प्रथमवर्ण प्रथमप्रत्ययः ति इति आगच्छति, ति सि लङ्लकारे प्रथमपुरुषे एकवचने ति, मध्यमपुरुषे एकवचने सि, तेषां प्रक्रिया भूत्वा तकार सकार इति तिष्ठति, सो तेषाम् अपृथक्काल संज्ञा भवति, अपृथ एकालसंज्ञा भवति, तेषां लोप भवति। यदि वयं दीर्घात् हल्याङ्याभ्यो, दीर्घात् इति पञ्चमी विभक्ति कार्यपरं भवति, तस्य हल्याङ्याभ्यो यस्य हल् वर्णः अस्ति वा ङी प्रत्ययः अस्ति वा आप् प्रत्ययः अस्ति तेषां तेभ्यः परे तु इति भवति। सुतिसि प्रत्ययः यदि अस्ति परे सु तस्य सकार इति भवति, ति तस्य तकार भवति, सि इति सकार भवति, अपृक्त हल् यदि तेषाम् अपृक्त हल् इति भवति तेषां लोप भवति। धन्यवादः भगिनि। सामान्यतया रामशब्दस्य पश्यामः चेत् रामः योगः सुप् रामयोगः सुप् भवति, रामः इति विसर्गः आयाति। किमर्थम् इत्युक्ते अन्तिम सुप् प्रत्ययस्य सकारस्य तु करवसानयोर्विसर्जनीयः इति, किं षष्ठुरुः करवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति। किन्तु वयं पश्यामः यदि हलन्तपदानि वयम् एतावत्पर्यन्तम् अतीतवन्तः, यत्र गच्छन् इति सर्वम् आयाति, तत्र तु विसर्गं न पश्यामः खलु। किमर्थम् इत्युक्ते विसर्गस्य अनेन सूत्रेण लोपः भवति सकारस्य स इति प्रत्ययस्य, तथा एव यत्र नदीशब्दस्य अपि विसर्गः न भवति, अनन्तरं माल सीता आकारान्त तेषामपि आकारान्तस्त्रीलिङ्गस्य वा ईकारान्तस्त्रीलिङ्गस्य वा विसर्गः न भवति, अनेन सूत्रेण लोपः जायते सकारस्य इति कृत्वा एव तत्र विसर्गः नायाति। किन्तु केचनानां पदानां तु अस्ति, सन्ति एव, उदाहरणार्थं लक्ष्मीः इति अस्ति खलु, श्रीः लक्ष्मीः धीः इति पदानि सन्ति, तेषां तु अत्र अन्तिम ईकारः यत् अस्ति तत्तु नीप् नीषि ङी इति प्रत्ययाः न सन्ति इति कृत्वा एव तत्र सकारस्य अस्य सूत्रस्य प्रसक्तिः नास्ति लक्ष्मीशब्दे परे। तर्हि लक्ष्मी इत्यस्य तु सुप्रत्ययस्य तु सशरुः करवसाने विसर्जनीयः इत्यनेन तत्र तु विसर्गः आयाति, तदर्थमेव तत्र अस्माकं भेदः वर्तते। किमर्थम् इत्युक्ते लक्ष्मीपदस्य यत् ईकारः अस्ति तत्तु नीप् नीष् नीङ् इति नीनिति नास्ति इति कृत्वा तस्य तत्तु तिष्ठति, सुप्रत्ययः तिष्ठति, अनेन न लुप्यते अनेन सूत्रेण। धन्यवादः भगिनि। अग्रे अपि पङ्क्तिद्वयं पठति किं भगिनि, गच्छति इति गच्छत् योग औ उगिताचां सर्वनाम स्थाने धातु इत्यनेन नुम् आगम, मिथुचोन्त्यान्तपर इत्यनेन नुम् अन्त्यात्, स्वरात् परे गच्छन्त् औ वर्णमेलने गच्छन्तौ। यदि गच्छन्त् योग औ प्रथमा विभक्त्यां द्विवचने आगच्छति, तत्र उगिदच्छां सर्वनामस्थाने सर्वनामस्थाने धातो अनेन नुमागमः भवति, मिथि मिथिचन् अन्त्यार्थपर् इत्यनेन नुमागम चकारस्य परे अकार अस्ति तस्य परे नुम् भवति सो गच्छन्त् भवति तत् तदनन्तरं केवलं वर्णमेलनं भवति गच्छन्तौ इति भवति. अस्तु धन्यवादः भगिनि. मणिमहोदय. आं महोदय. गच्छ जस् चुटु तस्य लोपः इत्याभ्यां जकारस्य लोपः गच्छत् योः अस् औयतचां सर्वणां स्थानाय सर्वणां स्थाने धातोः इत्यनेन नुम् आगमः अदच्यान्त परः इत्यनेन नुम् अन्त्यात् स्वरात् परे अधः गच्छत् योः अस् वर्णमेलने गच्छन्तस् षष्ठोरुः इत्यनेन ऋत्वं गच्छन्तरु उपदेशजनानिक इत्यनेन उकारः लोपः भवति गच्छन्त् विरामावसानं करवसनविसर्जनीयः इत्याभ्याम् अवसानावस्थायां रेपस्थाने विसर्गादेशः अधगुरुपं गच्छन्त् इति गच्छत् योः जस् बहुवचने प्रथमभवति बहुवचने अत्र संयोजनमस्ति जकारः लोपः भवति चुटु इति सूत्रेण तस्य लोपः इत्यनेन अस्यैव तिष्ठति गच्छत् योः अस् इदानीं उवितच्छां सर्वणास्थाने धातुः भवति इत्यनेन आगमः तत्तु स्थानं कुत्र भवति इति विन्दच्छान्त परः इति सूत्रं कार्यं करोति अन्तिम स्वरस्य परे स्वरस्य स्थाने अनुमगमम् इति अतः चकारस्य चकार उत्तरवृत्ति अकारस्य स्थाने निर्माहमः गच्छन्त् योग अस् अनन्तरं वर्णमेलने गच्छन्तस् इति अत्र गच्छन्तस् सस्योरुः इत्यनेन ऋत्वं भवति गच्छन् रु उपदेशचन्द्रानुस्क इति सूत्रेण उकारः लोपः भवति अतः गच्छन्तर् अनन्तरं अत्र अवसान अत्र रेप अस्ति रोम अवसानं अनन्तरं रेपस्य करवसनसृजनी इति सूचनेन रेपस्य विसर्गः भवति अतः गच्छन्तः इति रूपं बहुवचने प्रथमवर्ष बहुवचने भगिनी अत्र विरामोवसाने स्थानं सूत्रं कथम् आयाति आम् अवसानवस्थायां यदि अनन्तरं पदं किमपि नास्ति चेत् तत्र तु अवसानवस्थायां तु तस्य रेफस्य विसर्गः भवति किन्तु यत्र अवसानं नास्ति उदाहरणार्थं किमपि अन्यत् अस्ति गच्छन्तः बालाः इति किमपि अस्ति इति मन्ये तर्हि तत्र तु गच्छन्तर् इति रेफस्य भिन्नसन्धिकार्यं भवति यत्र वाक्यस्य अवसानमस्ति खलु तदेव अवसानमस्ति विरामः इत्युक्ते वाक्यस्य अन्ते एव विरामं स्वीकुर्मः खलु तत्रैव अवसानम् इति वदामः तर्हि वाक्यस्य अन्ते गच्छन्तः इति आयाति किन्तु यदि तदनन्तरं विरामः नास्ति गच्छन्तर् इत्यनन्तरं विरामः नास्ति प्रायः बालाः इति गच्छन्तर्बालाः इति अस्ति चेत् तत्र तु रेपस्य भिन्न सन्धिः भवति विसर्गसन्धि सूत्रेषु तत्र वयं पठामः सन्धिकार्यं भवति तत्र पदस्य अन्तमस्ति पदान्तमस्ति किन्तु विरामः अवसानवस्था नास्ति चेत् विसर्गः न भवति अत्र तु पदान्ते यत्किं पदान्ते निश्चयेन पदान्ते एव अस्ति किमर्थम् इत्युक्ते सुप्तिङन्तं पदम् इत्यनेन सुप्रत्ययस्य योजनेन पदं तु भवति पदसंज्ञा तु अस्ति किन्तु अवसानमस्ति वा इति द्रष्टव्यं विसर्गस्य आनयनार्थम् अवसानावस्थायामेव विसर्गः आयाति यदि तस्य अनन्तरं वाक्यस्य आदौ अस्ति इति चिन्तयतु गच्छन्तः इति तर्हि गच्छन्तः बालाः इति अस्ति चेत् तत्र तु विसर्गः नास्ति विसर्गस्य तु विसर्गसु सन्धिः भवति अन्यरूपं प्राप्नोति तत्तु अवसान इति वदनेन कथम् अस्ति इति न अवसानवस्थायां गच्छन्तः इति रूपं प्राप्नोति समानतया अवसानावस्थायामेव तदेव रूपं वयम् आरोपयामः. अग्रे पश्यामः. पदान्ते सकारस्य च सजुस् शब्दस्य सकारस्य च स्थाने रु आदेशः भवति. सश्च सजुश्च सजुषो इतरेतरदन्दः द्वयोः ससुजोः ससुजोः सत्यन्दं रुः प्रथमान्तं द्विप्रथम सूत्रं पदस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं सजुषोः पदस्य रुः अलोन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः. अत्र पदान्तस्य रेपः भवति पूर्व उदाहरणं गच्छन्तर् इति. अत्र विसर्गस्य सकारः क्षम्यतां महोदय. आम् विसर्ग सकारस्य विसर्ग रेपस्य रूकारः भवति सहस्वरुः इति सूत्रेण पदन्ते सकार सकारः विसर्गः भवति तस्यैव सकारं भवति इत्युक्ते रेपः भवति. आम् महोदय पूर्वमेव सकारस्य रु आदेशः भवति. सजसु सप्तस्य शकारहमपि तस्य स्थाने अपि रु आदेशः. किं स्मर्तव्यम् इत्युक्ते पदान्तकार्यम् अस्ति इति स्मर्तव्यं. पदसंज्ञा यत्र अस्माकं पदसंज्ञा कुत्रचित् भवति खलु, पदसंज्ञा तु त्रिषु स्थलेषु इति मन्ये, यदि मा दोषः अस्ति चेत् कृपया सूचतां. किम् अस्ति तिङ् सुप् अस्ति चेत् पदान्तं भवति, सुप्तिङन्तं पदं नो चेत् तिङन्तम् अस्ति चेत् पदं भवति. अनन्तरं भसंज्ञकस्थलेषु कुत्रचित् अस्माकं सुप्रत्ययस्य यत्र वयं योजयामः खलु तस्य तस्मिन् स्थले कुत्रचित् पदसंज्ञा भवति. सुऔजस् इति विभक्तिसंज्ञकस्थलेषु तत्र तु भ्यां विस् इति सर्वमस्ति खलु, तत्र कुत्रचित् पदसंज्ञा प्राप्नोति. भगिनी दत्तमस्ति अधोभागे स्वादिष्टसर्वनामस्थाने यचिभम् आकारदेकसंज्ञा यचिभम् इति ते विद्याभगिनी एते सूत्राणि अपि कृतवन्ति. स्वादिश असर्वनामस्थाने पदम् इति संज्ञा भवति. आम् प्रथमं तु असर्वनामस्थाने पदम् इति प्राप्नोति, किन्तु यदि भसंज्ञक अस्ति चेत् एचि परे अस्ति चेत् एच् प्रत्याहारे परे अस्ति चेत् मन्ये यकारादयः अस्ति चेत् तस्य तु भसंज्ञा भवति, पदसंज्ञा विहाय निषेधं भवति. आम् अस्तु, धन्यवादः महोदय. अग्रे सरला भगिनी पठति. विरामोऽवसानं वर्णानाम् अभाव अवसानसंज्ञकः विरामः प्रथमान्तम् अवसानप्रथमान्तं द्विपदं सूत्रं सूत्रं स्वयं सम्पूर्णं विरामः अवसानं यदा कोऽपि वर्ण को पदम् अस्ति तस्य अन्ते कोऽपि अन्यवर्णना गच्छति अत्र भवति अवसानस्था स्थितिः तु तत् भवति विराम अवसानम् इति वदामः. यथा वयम् इदानीं दृष्टवन्तः गच्छन्तर् इति अस्ति तत्र र इति तस्य परे कोऽपि नास्ति तु रेफ इति अवसानस्थायां भवति. या जस् अस्ति तत् सकारस्य परे कोऽपि वर्णना अस्ति तु सकार इति अवसानस्थानायां भवति इति. अस्तु भगिनि, अग्रे अपि पठतु भगिनि. खरवसानयो विसर्जनीयः. त्रिपादीसूत्रमस्ति, अष्टमध्यायस्य तृतीयपादे पञ्चादशसूत्र सूत्रं. पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायां. खर च अवसान च तयो इतरेतरयोगद्वन्द्व. खरवसाने तयोः खरवसानयोः सत्यं तं विसर्जनीयः प्रथमान्तं द्विपदं सूत्रं. रोरि इत्यस्मात् रोः इत्यस्य अनुवृत्ति, पदस्य इत्यस्य अधिकार, अलोन्त्यस्य इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गो आदेशः भवति. अनुवृत्तिसहितसूत्रं खरवसानयोः पदस्य रः विसर्जनीयसंहितायाम् इति. यदि पदम् अस्ति तस्य अन्ते रेफ अस्ति तत् स्थाने विसर्गः भवति. यदि खरि परे अस्ति या अवसान रेफ अवसानस्थानायाम् अस्ति. सो अतः खर च अवसान इति तयोः इतरेतरद्वन्द्व अस्ति, तयोः इति भवति षष्ठी विभक्ति. सो खरवसानयोः इति षष्ठी विभक्ति अस्ति, पदस्य षष्ठी विभक्ति, रः रेफ तस्य अपि षष्ठी विभक्ति भवति. साधु या विसर्जनीयः प्रथमा विभक्ति विसर्गसंहितायां यदि सन्ति विवक्षा अस्ति तत्र इति भवति. सो यदा खरि परे यदि अस्ति पदान्तरेफस्य खरि परे तदा अपि विसर्गः आगच्छति या अवसानस्थानायाम्. अस्माकम् अत्र अस्ति यथा सस्य उकारस्य लोपः भवति रेफ अवसानस्थायाम् अस्ति तत्र रेफस्य स्थाने विसर्गः आगच्छति इति बहु प्रधान बिन्दु अस्ति कि रेफ अन्ते अस्ति अवसानस्य पदस्य रेफ अन्ते अस्ति. कुत्रापि रेफ मध्ये अस्ति तस्य न भवति विसर्ग. रेफान्त इति स्वीकरणीयं, न तु पदान्तस्य रेफस्य इति. सो उदाहरणमस्ति गच्छत् योग अम् अत्र द्वितीया विभक्त्याम् एकवचन इति अस्ति. हल्यन्तम् अन्येन मकारलोपस्य प्रसक्तिः तदा न विभक्तो तु स्म इत्यनेन लोपो बाधित. गच्छत् योग अम् उगितचां सर्वनामस्थाने धातोः इत्यनेन नुम् आगम. मिदुचोऽन्त्यान्तपर इत्यनेन नुम् अन्त्यात् स्वरात् परे. गच्छन्त अम् योग अम् वर्णमेलने गच्छन्तम्. सो गच्छत् प्रातिपदिकं शत्रुन्तपादे प्रातिपदिकं यत् उगत् अस्ति. योग अम् सुप्रत्यय, तस्य वयं जानीमः सर्वनाम स्थानसंज्ञा अस्ति सुट् संज्ञक इति सूत्रेण. अम् इति सुप्रत्यय, तस्य मकारस्य लोपः न भवति कारण कि हल्यन्तम् तस्य अपवादतेन न विभक्तो तु स्म इति सूत्रेण मकार तथैव तिष्ठति. सो गच्छत् योग अम् इदानीम् उगितचां सर्वनामस्थाने धातु, अनेन नकारस्य आगम चकारपरि अकारस्य उत्तरवती आगच्छति. मिदुचोन्त्यान्तपर अनेन योग अम् वर्णमेलनं गच्छन्तम् इति भवति. धन्यवादः भगिनि. अग्रे लक्ष्मी भगिनी भगिनि. गच्छति योगः औट्, हलन्त्यं तस्य लोपः इत्याभ्यां टकारस्य लोपः. गच्छति योगः औ उगिदचां सर्वनामस्थाने धातोः इत्यनेन नुम् आगमः. मिदचोन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे. गच्छन्त् योगः औ वर्णमेलने गच्छन्तौ. अत्र गच्छत् इति प्रातिपदिकमस्ति, गम् धातोः सत्रन्तप्रातिपदिकं रूपं गच्छत्. अनन्तरम् औट् द्वितीयविभक्ति द्विवचनप्रत्ययः औट् अस्ति, तत्र टकारः हलन्त्यम् इत्यनेन अपि च तस्य लोपः इति विधिसूत्रेण द्वितीयाभ्यां सूत्राभ्यां टकारस्य लोपः भूत्वा गच्छत् योगः औ आयाति, तदा औ इति प्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति इति कृत्वा उग्दचां सर्वनामस्थाने धातोः इति सूत्रेण नुमागमः भवति. नुमागमः कुत्र भवति इत्युक्ते मेदचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिम अचुवर्णात् अनन्तरम् अचुवर्णस्य अनन्तरं भवति, इत्युक्ते चकारस्य अनन्तरं चकारोत्तरवर्ति अकारः अस्ति, अकारस्य अनन्तरम् आयाति, तेन गच्छन् योगः औ तेन तत्र वर्णमेलने वर्णमेलनेन गच्छन्तौ इति रूपमायाति. अत्र प्रथमाविभक्तिद्विवचनम् अपि च द्वितीयाविभक्तिद्विवचनं रूपं समानमस्ति इति कृत्वा प्रक्रिया समाना. अस्तु भगिनि, मणिमहोदय पठति किं महोदय अग्रे? आं महोदय, क्षम्यतां महोदय. गच्छत् इदः अग्रे नुमागमः न भवति, अतः केवलं सन्धिकार्यं यथाशङ्कम् कुतः भवति अत्र सर्वनाथनसमीकवर्णः नास्ति तस्य प्रयातः नुमागमः न भवति इति दत्तं. गच्छत्यो सस् लसक्वदिते तस्य लोप इत्याभ्याम् अनुबन्धलोपः मङ्गलवासरे एतत् सर्वं न पठितं खलु भगिनि? मङ्गलवासरे एतत् पठितं भगिनि त्रीणि अधो ये सूत्राणि सन्ति ते पठितवन्तः स्वादिश्य सर्वनामस्थाने यचिभम् आकार. तर्हि ततः पर्यन्तं वयं कुर्मः, अग्रे वदतु भगिनि. गच्छत् योहस् वर्णमेलने गच्छन्तस् गच्छतस् सशोरुः इत्यनेन ऋत्वं गच्छन्तरु उपदेशचन्नास्कैत् गच्छत्तर् विरामावसानं करासनसूचनेन रेपस्थाने विसर्गादेशः गच्छतः. अत्र गच्छत्योः सस् द्वितीयविभक्ति बहुवचने लसक्वति तस्य लोपः इति अभ्याम् अनुबन्धलोपः अधः सकारः लोपो भवति. अनन्तरं गच्छत्योः अस् इति वर्णमेलने गच्छतस् इति सस्योरुः इति सूत्रम् अत्र कार्यं करोति. सकारस्य ऋकार रेप रुः भवति. अनन्तरम् उपदेशचन्नास्क इत्यनेन अत्र ऋकारः लोपो भवति. गच्छन्तर् अत्र अवसानमस्ति, अतः रामावसानं करोसनजनी इति सूत्रेण रेपस्य विसर्गः भवति. तस्य अतः गच्छतः इति द्वितीयभक्ति बहुवचने रूपं भवति. अन्यम् अत्र पठामि महोदय. गच्छत्योः गच्छत्योः टा चुटु तस्य लोप इत्याभ्यां टकारः लोपो भवति. गच्छत् योः वर्णमेलने गच्छता इति अत्र द्वितीयावदपि प्रथम एकवचने टा इति प्रत्ययः टकारस्य टा लोपो भवति चुटु इति सूत्रेण. अतः आकारः एव तिष्ठति. गच्छत् वर्णमेलनं भवति, अतः गच्छत् योः आकारः गच्छता इति रूपं भवति महोदय. अग्रिममपि पूरयितुं महोदय. गच्छत्योः भ्यां स्वादिश सर्वनस्थाने इत्यनेन गच्छत् इत्यस्य पदसमीका जलान्तसन्ति इत्यनेन संहितायां तकारस्य जस्त्वं गच्छत् भ्याम् इति. अत्र गच्छत् अत्र नुमागमः न भवति, स्वादिश्य असर्वनामस्थम् असर्वनामस्थं भवति अत्रव्यम् इत्यनेन अधः बस् भवति अधः पदं भवति महोदय. तस्य पूर्वं सिद्धः अङ्गं पदं भवति तदेव पदसंहिका भवति. अधः तकारं कर्वर्ण अस्ति जलां जसवन्ते इति अधः पदमस्ति गच्छति इति अधः जलां जसन्ति इति तकारस्य जस्वं भवति तृतीयतकार आगच्छति गच्छद्भ्याम् इति रूपं भवति. अस्तु महोदय, धन्यवादः महोदय. अग्रे लक्ष्मी भगिनी पठति किं भगिनी सूत्राणि? अत्र स्वादिश्व सर्वनामस्थाने गत्वा आं भगिनि स्वादिश्व सर्वनामस्थाने अत्र प्रथमाध्यायस्य चतुर्थपादस्य सप्तदशं सर्वनामस्थानसंज्ञक प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तम् एषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति. अत्र सुप्तिङ्गन्तम् इत्यस्मात् पदस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने पदम् यचिभम् इत्यनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः भासंज्ञकाः. अतः फलितार्थे यदि भिन्नहलादिप्रत्ययाः पदसंज्ञकाः. इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके इत्युक्ते अत्र लौकिकपदसंज्ञा केन सूत्रेण भवति? सुप्तिङ्गन्तं पदम् इत्यनेन सुप्रत्ययः नो चेत् तिङ्प्रत्ययः परे अस्ति चेत् ते तेषां तु पदसंज्ञा भवति. आं भगिनि, एतत्तु यत्र प्रक्रिया भवति तत्रैव एतस्य सूत्रस्य प्रयोगः भवति खलु. स्वादिश सर्वनामस्थाने इति सर्वनामसंज्ञकप्रत्यये परे असर्वनाम स्थाने इति सर्वनामप्रत्यये परे इति संज्ञकप्रत्यये परे इति. तर्हि सर्वत्र तु सर्वनाम प्रथमम् अनेन सूत्रेण यत्र पञ्चस्थलान् वर्जयित्वा विभक्तिः वर्जयित्वा अन्यत्र सर्वत्र भवति स्म, किन्तु अग्रिमसूत्रमपि अस्ति यचिभम् इति अपि सूत्रमस्ति, तदपि पठति किं भगिनि? यचिभम् अत्र सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः सन्ति यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भासंज्ञा भवति. अस्तु, अत्र यचिभम् अहं चिन्तयामि संज्ञासूत्रमस्ति इति अस्ति. अत्र प्रथमपञ्च प्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः इति वयं ज्ञातवन्तः एव. तान् प्रत्ययान् विहाय त्यक्त्वा सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तम् अत्र कप्रत्ययपर्यन्तं ये ये प्रत्ययाः सन्ति अपि च ये प्रत्ययाः यकारादयः इत्युक्ते आदिमवर्णः यकारः स्यात् अपि च अजादयः अच् तेषां प्रत्ययानां आदिमवर्णः अच् वर्णः अपि स्यात्. तादृशप्रत्ययः कश्चन प्रत्ययः परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भासंज्ञा भवति इति भासंज्ञा का इति एतत् सूत्रं वदति. अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचिभम्. तर्हि अत्र यत्र अजादिप्रत्ययः अस्ति यकारादिप्रत्ययः अस्ति चेत् स्वादिश असर्वनामस्थाने इति सूत्रं प्रभाद्य यचिभम् आयाति. किमर्थम् इत्युक्ते किमर्थं सामान्यतया वयम् एतावत्पर्यन्तं सङ्ख्याः तु बहवः सङ्ख्याः भवितुम् अर्हन्ति खलु एतस्य एकस्य कार्यस्य कृते, किन्तु अत्र तु एका एव संज्ञा भवितुम् अर्हति इति कृत्वा एव स्वादिशर्वसर्मनामस्थाने इति प्रभाद्य पदसंज्ञा प्रभाद्य भसंज्ञा प्राप्नोति. किमर्थम् इत्युक्ते आकडरात् एका संज्ञा. अत्र पश्यन्ति चेत् एते सूत्राणि एतानि सूत्राणि तु 1-4 इति अध्याये आगच्छति. प्रथम अध्यायस्य चतुर्थे पादे प्रथमसूत्रात् आरभ्य ये प्रत्ययाः उक्ताः तेषां तु एका एव संज्ञा भवितुम् अर्हति आकडारात् एका संज्ञा इति सूत्रेण. इति कृत्वा तर्हि अस्माकं प्रक्रियायां किं पश्यामः, यदि अकारादि वा यकारादि वा अस्ति चेत् तत्र तु वयं पदसंज्ञा न प्राप्नोति इति कृत्वा, सामान्यतया अकारादि अस्ति चेदपि हल्सन्धिकार्यं किमपि नास्ति खलु, केवलं वर्णमेलनं कुर्मः. तथा एव यकारादि अस्ति चेदपि हल्सन्धिकार्यं किमपि न भवति एव यकारादिप्रत्यये परे. तर्हि तत्रापि वर्णमेलनमेव भवति. यत्र तथा नास्ति, अकारः वा अच्वर्णः वा स्वरः वा यकारादि वा नास्ति, तत्र तु हल्सन्धिकार्याणि कर्तव्यानि खलु इति कृत्वा, तादृश यत्र हल्सन्धिकार्यं भवति तत्र एव पदसंज्ञा प्राप्त्वा पदसंज्ञायाः कृते ये हल्सन्धिकार्याणि सन्ति तानपि एव अस्माभिः कर्तुं शक्यते तत्र इति. धन्यवादः भगिनि. धन्यवादः. सरला भगिनी अग्रे पठति किम्? भगिनी अग्रिमसूत्रं पठित्वा भगिनी यत् आरम्भावस्थायां यत् भगिनी उक्तवती खलु, प्रक्रिया पञ्चस्थलेषु भवत् शब्दस्य उक्तवती खलु, तथा एव अन्यत् अपि स्वीकृत्य करोति किम्? अस्तु. मन्दं मन्दं करोतु, तर्हि सर्वेषामपि किञ्चित्. आकारादेका संज्ञा प्रथम अध्यायस्य चतुर्थपादे प्रथमसूत्रम्. अस्मात् सूत्रात् आरभ्य कडाडा कर्मधारये पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात् यदा भवती उक्तवती अस्मात् सूर्यादात् प्रथमाध्यायस्य चतुर्थपादे सर्वेषु प्रत्ययाः आगच्छन्ति, अपि पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमप्रत्ययपर्यन्तम् उर प्रभृतव्य कपति सूत्रेण कप् प्रत्ययपर्यन्तं ये सूत्राणि सन्ति तेषां भवसंज्ञा भवति वा स्वादिष्टसर्वनामस्थाने इति सूत्रेण पदसंज्ञा भवति सर्वनामस्थानसंज्ञक प्रत्यया विहाय. सो अत्र तेषां केवलम् एका एव संज्ञा स्वीकर्तव्यम् अकारादेका संज्ञा अनेन सूत्रेण. कः संज्ञा स्वीकर्तव्यम् इति विप्रतिषेधे परं कार्यम् अनेन सूत्रस्य आधारेण वयं साधयामः इति. आं भगिनि, अग्रे एकम् उदाहरणं स्वीकृत्य सर्वाणि रूपाणि वदति किं भगिनि? अत्र द्विवादिगणे दिव्य धातु दिव् अस्ति. धातु दिव् इदानीं लट् विवक्षा अस्ति, तत्र प्रथम तत्र षट् शानचो अप्रथमा समानाधिकरणे इति सूत्रेण शत्रुप्रत्यय आगच्छति. शत्रुप्रत्यय भवति सार्वधातुकप्रत्ययः, अपि तत् सार्वधातुक अपित् अस्ति इति निति अस्ति. अत्र द्वयोग शत्रुप्रत्ययः कार्यं न भव पुगन्तलघुपद्यस्य इत्यस्य सूत्रस्य कार्यं न भवति कारणकी अपित् अस्ति कितिङ् इति परे. सो देवयोगशत्र इदानीं शत्र शप् प्रत्ययः कर्तरिशपनेन कारणकी सार्वधातुक धातो परे अस्ति, कर्तरिशप् तस्य कार्यं भवति, सो शप् आगच्छति. किन्तु शप् प्रभाद्य द्वादिभ्यस्यन् विकरणप्रत्यय आगच्छसि, सो देव् योगस्यन् योगशत्रु भवति. इदानीम् अनुबन्धलोपानन्तरं देव् योगय योग अत् आगच्छति. साधु. सो देव् योग य योग अत् यदि भवति इदानीं विशिष्टकार्यं भवति. देव् योग य हलि इति सूत्रेण सूत्रं वदति वकारस्य परे यदि हल् वर्णः अस्ति तो तस्य पूर्वं ह्रस्वकारस्य दीर्घं भवति. सो देव् वकारस्य पूर्व इकारः अस्ति तस्य दीर्घं भवति. सो दीव् योग य योग अत् इति भवति. सो दीव्यत् भव दीवय योग अत् इदानीम् अतो गुणे अनेन पूर्वपरयोः स्थाने पर अकारः तिष्ठति. सो दीव्यत् इति प्रातिपदकम् आप्नुमः. सो दीव्यत् योग सुप्रत्ययः. इदानीं सुप्रत्ययः तस्य अस्ति सर्वनामस्थानसंज्ञा. दीव्योगात् उगितांशां सर्वनामस्थाने नुमागमः भवति. सो दीव्यन्त् योग सु इति भवति. सुप्रत्ययस्य उकार उपदेशे जनुनासिक अनेन लोपः भवति. सो सकार अपृथक् एकाल भवति. तस्य हल्याङ्ग्याभो दीर्घात् श्रुतिस्य प्रक्त अनेन लोपः भवति. सो दीव्यन्त् इति पदं भवति. इदानीं पदं भूत्वा संयोगार्थस्य लोप इति सूत्रेण तकारस्य लोपः भवति. सो दीव्यन् प्रथमाविभक्ति एकवचनं तथैव दीव्यत् अस्माकं प्रातिपदिकमस्ति. दीव्यत् योग औ समानक्रिया उगितांशं सर्वनामस्थाने संज्ञा इति सूत्रेण नकार विधि चौन्त्यां तपर इति सूत्रेण दीव्यन्तौ दीव्यन्त् भवति. औ वर्णमेलनं केवलं भवति दीव्यन्तौ. दिव्यन्तः कथम् आगच्छति? दिव्यत् दिव्यन् वयं जानीमः किन्तु दिव्यन्त् योग अत्र जस् अस्ति सु औ जसां जस् अस्ति. जकारस्य चुटु इति सूत्रेण लोपः भवति. अस् तिष्ठति. अस् तस्य सकारस्य ससजुषोरु अनेन अरु भवति. उकारस्य उपदेशे जनुनासिक उकारस्य लोप भवति. अर् भवति खरवसानयो विसर्जनीय अनेन रेफस्य अवसानस्थान रेफस्य विसर्ग भवति. तो दीव्यन्तः इति वर्णमेलनं अनन्तरं दीव्यन्तः इति भवति. दीव्यन्तं वर्णमेलनम् अस्ति द्वितीयाविभक्त्यां प्रथमा प्रथम एकवचने. अमपि सर्वनामस्थानसंज्ञक प्रत्ययः अस्ति. केवलं वर्ण दीव्यन् गीतांशां सर्वनामस्थाने अपि वर्णमेलनं. दीव्यन्तौ तत् औट् अस्ति द्वितीयाभक्ति द्विवचने. तकारस्य हल्यन्त अनेन तस्य लोपः भवति. सो उगितांशां सर्वनामस्थाने नुमागम अपि वर्णमेलनं. सो दीव्यन्तौ इति भवति. अस्तु भगिनि, धन्यवादः भगिनि. तर्हि अग्रे तु अनुमागमः न भवति सर्वनामस्थानकसंज्ञक नास्ति इति कृत्वा खलु. क्षम्यताम्, अद्य तु मम मनः कुत्रचित् आसीत् महोदयस्य महोदयेन सह अहं वार्तालापं कुर्वती अस्मि. अन्य किमपि विषयः अस्ति महोदय, भारते अस्ति खलु. क्षम्यताम्. अग्रे प्रश्नः अस्ति किम् अस्मिन् करपत्रे? नास्ति चेत् विरमामः. किं क्षम्यतां. धन्यवादः. अत्र अत्र अत्र पठति न तद् तद् नास्ति. आदौ तु आवलिः आसीत् खलु, वादौ द्विवादौ इति उदाहरणानि सन्ति. तदेव ततः भगिनि धन्यवादः भगिनि. शुभरात्रि. धन्यवादः भगिनि. शुभरात्रि. शुभरात्रि.